सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. अयं वर्गः तु संस्कृतवर्गः अपि च सम्भाषणवर्गः. वयं सर्वे मिलित्वा अत्र संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. आरम्भे एकं सुभाषितं शृणुमः. अद्य शोभा भगिनी, भवती श्रावयतु अस्माकं सुभाषितम्. भगिनी क्षम्यताम्, अहं न जानामि कथं. चिन्ता मास्तु, नो चेत् उषा भगिनी भवती श्रावयतु. सुभाषितम् अस्ति वा भवत्याः पार्श्वे? नो चेत् अत्र पठतु. ॐ विद्यानाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनं विद्याभोगकरी यशसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीनः पशुः. ॐ शान्ति शान्ति शान्तिः. उत्तमं भगिनि, धन्यवादः. अधुना एकं प्रश्नमस्ति इन् द श्लोक लास्ट् लैन् विद्या पशुः, वट् डस् दट् मीन्? साधारणार्थः कः? विद्याविहीनः पशुः. यस्मिन् यस्य पार्श्वे विद्या नास्ति सः पशुः एव. पशुः इत्युक्ते एनिमल्. कोऽपि एनिमल्, जन्तुविशेषः. श्लोकस्य अर्थः कः? लास्ट् लैन् अन्तिमभागस्य अर्थः कः? अत्र अन्तिमभागस्य अर्थः कः? अत्र यस्य पार्श्वे विद्या नास्ति सः एव पशुः इति एव संस्कृतभाषायां वक्तुं शक्नोमि. यदि भवान् आङ्ग्लभाषायां श्रोतुमिच्छति चेत् कोऽपि वदतु, आङ्ग्लभाषायां किं वदामः? उत्तमम्. अस्तु, धन्यवादः. उत्तमम्. अनन्तरं गते सप्ताहे वयम् अस्ति नास्ति इत्यनयोः पदयोः विषये किञ्चित् अधीतवन्तः. अपि च अत्र अस्ति इति पदम् अस् धातोः रूपमेव. अस् धातुः तस्य लट्लकाररूपम् एव अस्ति. अदादिगणीयधातुः अस्ति. नास्ति इत्युक्ते नायोगः अस्ति इति भवति. अत्र अस्ति नास्ति इति पदद्वयं बहु सरलमेव, तत्र किमपि काठिन्यं नास्ति. अत्र साधारणं पदं वयं शृणुमः, आस्तिकः नास्तिकः इति पदं वयं साधारणतया शृणुमः. तत् पदं ठक् प्रत्ययान्तरूपं. तत्र ठक् इति एकः प्रत्ययः अस्ति. आस्तिकः इति तद्धितान्तं पदम् अथवा ठक् प्रत्ययान्तरूपम् इति वदामः. अन्यानि पदानि अपि सन्ति, आस्तिकता, आस्तिकत्वं, नास्तिकता, नास्तिकत्वम् एतादृशानि पदानि अपि वयं शृणुमः. अपि च वयं साधारणतया अस्ति जानीमः, किन्तु अस्तु इति अपि अस्ति. तथा अस्तु, तथा योगः अस्तु, तथा अस्तु, एवमस्तु, एवं भवतु इत्यस्मिन् अर्थे एवमस्तु इति एतादृशानि पदानि अपि सन्ति. अत्र अस्ति नास्ति सरलमेव. किन्तु गृहपाठविषये वयं गीतायाः श्लोकाः सन्ति, तेषां विषये आरम्भे किञ्चित् चिन्तनं कुर्मः. अत्र सर्वे गीतासोपानं पुस्तके नव एकोनविंशे पुटे, एकोनविंशे पुटे इत्युक्ते नवदशे पुटे, नवदशे पुटे तत्र कक्ष्याकार्यम् इति लिखितमस्ति. तस्मात् पूर्वं प्रहेलिका अस्ति, किन्तु प्रहेलिकायाः विषये वयं पूर्वमेव चर्चितवन्तः. कक्ष्याकार्यं यथा वयं साधारणतया गृहकार्यम् इति वदामः. गृहकार्यम् इत्युक्ते होम्वर्क्, गृहपाठः. पाठः इति पुंलिङ्गपदं, कार्यं नपुंसकलिङ्गपदं, क्रूधातोः रूपं कार्यं यत् प्रत्यान्तरूपं. कक्ष्याकार्यं समस्तपदम् इत्युक्ते कक्षायाः कार्यं. तत्र आरम्भे गीतायां गीतायाः श्लोकान् पठित्वा तत्र अस्ति नास्ति इति पदद्वयं कुत्र अस्ति, एतत् सङ्ख्याकेषु श्लोकेषु अस्ति नास्ति इति पदद्वयम् अस्ति वा, अस्ति चेत् कस्मिन् सन्दर्भे उक्तमस्ति तत् पदमस्ति इति किञ्चित् चिन्तनं कुर्मः. यद्यपि अत्र किञ्चित् श्लोकानाम् अध्ययनं किञ्चित् क्लिष्टकरमेव, किन्तु किञ्चित् प्रयत्नं कुर्मः. आरम्भे द्वितीयाध्यायस्य षट्षष्टितमं श्लोकं पश्याम. अत्र भूमा भगिनी, भवती दृष्टवती वा श्लोकान्? दृष्टवती वा? आं भगिनि. प्रथमं श्लोकम् अत्र षट्षष्टितमं श्लोकं, तत्र अस्ति इति पदं कस्मिन् सन्दर्भे उक्तमस्ति? एकवारं श्लोकं श्रावयतु. नास्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य न च अयुक्तस्य भावना न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम्. अस्ति प्रथमे अस्ति, नः अस्ति बुद्धिः, न अस्ति न योगः अस्ति बुद्धिः, अयुक्तस्य अयुक्तस्य बुद्धिः न अस्ति. तस्मिन् सन्दर्भे उक्तमस्ति अयुक्तस्य बुद्धिः नास्ति. इत्युक्ते यस्य मनसि शान्तिः नास्ति सः तस्य शान्तिः नास्ति अथवा सुखं नास्ति. तस्मिन्नेव श्लोके अन्ते किम् उक्तमस्ति? अशान्तस्य कुतः सुखम्. तत्र नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न च भावयतः शान्तिः अशान्तस्य कुतः सुखम् इति लिखितमस्ति. इत्युक्ते योगरहितस्य पुरुषस्य बुद्धिः नास्ति अपि च तस्य शान्तिः नास्ति. Which shlokam is it in the Bhagavad Gita, Bhagini? द्वितीयाध्यायस्य षट्षष्टितमं श्लोकं पठामः. चाप्टर् 2 66 श्लोक. अपि च पश्यन्तु अत्र अस्य पाठस्य शीर्षकं तदेव नास्ति बुद्धिरयुक्तस्य इति शीर्षकमस्ति, तदेव अत्र उपरि लिखितमस्ति. अस्य द टैटल् आफ् दिस् लेसन् इस् नास्ति बुद्धिरयुक्तस्य इति लिखितमस्ति. उत्तमम्. अनन्तरम् अत्र द्वितीयं श्लोकम् अपि पठतु भगिनि. तृतीयाध्याये द्वाविंशति श्लोकः, द्वाविंशतितमः श्लोकः. उत्तमम्. न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन, नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि. न name partha partha asti partha asti uttamam partha asti इति पदमस्ति तत्र इत्युक्ते तत्र सन्धिः अस्ति पार्थयोगः अस्ति पार्थास्ति तत्र कीदृशसन्धिः अस्ति सवर्णदीर्घसन्धिः उत्तमम् अत्र कृष्णः वदति हे पार्थ त्रिषु लोकेषु मम किञ्चन कर्तव्यं नास्ति इत्युक्ते अर्जुन एतेषु त्रिषु लोकेषु मम किमपि कर्म नास्ति तथापि यद्यपि मम कर्म नास्ति तथापि अहं कार्यं कुर्वन् अस्मि मया प्राप्तव्यं किमपि नास्ति अहं किमपि प्राप्तुं न इच्छामि मम कापि इच्छा नास्ति तथापि अहं कार्यं कुर्वन् अस्मि इत्यस्मिन् सन्दर्भे सः वदति न मे पार्थास्ति कर्तव्यं पार्थास्ति तत्र अस्ति तस्मिन् सन्दर्भे अस्ति इति पदम् उक्तमस्ति उत्तमं भगिनि अनन्तरम् अत्र वेदा भगिनी भवती पठतु अग्रिमं श्लोकं 4.31 संस्कृतभाषायां वदतु चतुर्थ अभ्यासे विंशति त्रिंशत् एकत्रिंशत् श्लोकाः यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनं न अयं लोकः अस्य यज्ञस्य कुतः अन्य कुरु सत्तम ओके यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् अत्र अस्ति नास्ति नास्ति न अयं लोकः भगिनि अस्ति पदं द्वितीय लैन् मे ओहो अस्ति अयज्ञस्य ऐ थिंक वदतु भगिनी अत्र वेदा भगिनी वदतु न लोकः अस्ति यज्ञस्य कुतः अन्यः कुरु सत्तम एकवारे अस्ति श्लोके अस्ति उत्तमम् इत्युक्ते एकवारमेव लिखितम् अस्ति अस्ति इति पदम् उत्तमम् इत्युक्ते आरम्भे प्रथमभागे नास्ति द्वितीयभागे उक्तमस्ति नायं लोकोऽस्ति तत्र सन्धिद्वयमस्ति लोकोऽस्ति लोकोऽस्ति लोकः अस्ति तत्र विसर्गसन्धिः गुणसन्धिः पूर्वरूपसन्धिः सन्धित्रयं भवति तेन लोकोऽस्ति इति भवति तदनन्तरमपि एकः सन्धिः अस्ति अयज्ञस्य तत्र सन्धि यदा वयं श्लोकं पठामः तदा केवलं तत्र यथा लिखितमस्ति तथा एव वक्तव्यं तदनन्तरं पदविच्छेदं कर्तुम् इच्छामश्चेत् तदनन्तरं पदविच्छेदं कृत्वा यत्र सन्धयः सन्ति तेषां चिन्तनं करणीयं नायं लोकोऽस्ति अयज्ञस्य तत्र यण् सन्धिः अस्ति लोकोऽस्ति अयज्ञस्य तत्र इकार अकारयोः मेलनेन यण् सन्धिः भवति लोकोऽस्त्ययज्ञस्य इति लिखितमस्ति अत्र आहत्य लोकोऽस्ति इति एव इत्यस्मिन् पदे अस्ति इति पदं दत्तमस्ति कस्मिन् सन्दर्भे इत्युक्ते अयज्ञस्य अयं लोकः नास्ति अयज्ञस्य इत्युक्ते किं वक्तव्यं तत्र those who do not perform the yajna न क्रियते इत्युक्ते अयज्ञः इत्युक्ते यज्ञं न करोति इत्यस्मिन् अर्थे नास्ति यः देवे भक्तिः नास्ति तादृशस्य पुरुषस्य अस्मिन् लोके अपि सुखं नास्ति परलोके अपि सुखं नास्ति तत्र कुतोऽन्यः कुतः अन्यः कुतोऽन्यः इत्युक्ते कुतः कुत्र तादृश यस्य पुरुषस्य सम्यक् ज्ञानं नास्ति अथवा योगं न पालयति तादृशस्य पुरुषस्य सुखम् अस्मिन् लोके नास्ति परलोके अपि नास्ति अन्यलोके तदर्थमेव तत्र कुतोऽन्यः इति प्रश्नं पृच्छति कुतोऽन्यः इत्युक्ते कुतः अन्यः इति दत्तमस्ति नायं लोकोऽस्ति अयज्ञस्य पुरुषस्य अयं लोकः नास्ति उत्तमम् अग्रिमं श्लोकं पठतु चतुर्दशश्लोक तत्र किं वक्तव्यं श्लोकस्य संख्यां वदतु विंशति त्रिंशत् चतुर्दश चतुर्धा अध्यायस्य चत्वारिंशत् श्लोकः चत्वारिंशत्तमं श्लोकं पठामि वदतु चत्वारिंशत्तमं श्लोकं पठामि योगसन्न्यस्तकर्माणां ज्ञानसच्छिन्नसंशयम् आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय भगिनी तत् भगिनी तद् नास्ति भगिनी अन्यः श्लोकः क्षम्यताम् अज्ञश्चाश्रद्धदानश्च संशयात्मा विनश्यति नायं लोकोऽस्ति न परो न सुखं संशयात्मनः अज्ञः च अश्रद्धानश्च अश्रद्धदानः च संशयः आत्मा विनश्यति न अयं लोकः अस्ति तत्र अस्ति इत्युक्ते नायं लोकोऽस्ति अत्रापि लोकोऽस्ति लोकः अस्ति तत्र अस्ति इति पदं लिखितमस्ति एतत् अयं श्लोकः बहु उत्तमः पश्यतु अत्र अज्ञः इत्युक्ते यस्य ज्ञानं नास्ति सः अज्ञः अपि च अश्रद्धधानः यस्मिन् श्रद्धा नास्ति अपि च तादृशस्य पुरुषस्य सः पुरुषः संशयात्मा सर्वदा शङ्का अस्ति तस्य मनसि तादृशस्य पुरुषः तादृशः पुरुषः सर्वदा विनश्यति नाशं भवति नाशं प्राप्नोति यः अज्ञः अत्र अज्ञः अश्रद्धधानः संशयात्मा विनश्यति इति प्रथमं भागं वदति अनन्तरं द्वितीये भागे किं लिखितमस्ति नायं लोकोऽस्ति न परो न सुखं संशयात्मनः विदौट् डौट् विदौट् डौट् इति नास्ति अत्र संशयात्मनः इति पदं षष्टिविभक्ति एकवचनरूपं संशयात्मा इति समस्तपदमस्ति तस्य षष्टिरूपं तादृशस्य पुरुषस्य अयं लोकः नास्ति अस्ति चेदपि अस्मिन् लोके तस्य सुखं न मिलति न परलोके परलोके अपि नास्ति इत्युक्ते अस्मिन् लोके अपि बहु कष्टम् अनुभवति कः अनुभवति अज्ञः अश्रद्धधानः संशयात्मा बहु तर्कः अस्ति अत्र लाजिक् अस्ति उत्तमम् अनन्तरम् अत्र शोभा भगिनी भवती दृष्टवती वा आं भगिनि षडाध्यायः वा षष्टाध्याये षोडशतमश्लोकः नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्चतः मनश्नतः न चापि स्वप्नशीलस्य जाग्रतो नैव चार्जुन नात्यश्नतस्तु तत्र अस्तु अस्ति न अत् अस्त्या अत्र चिन्ता मास्तु, अत्र अस्ति कुत्र अस्ति? तत्र प्रथमपदे अस्तु इति अस्ति. तदनन्तरं? तदनन्तरं योगो अस्ति, योगः अस्ति इति द्वितीयपदे योगः अस्ति न. तदनन्तरं स्वप्नशीलस्य जागृतो नैव, तावदेव. तावदेव इत्युक्ते अत्र योगोऽस्ति इति, योगः अस्ति. उत्तमं, तत्र अस्ति इति पदं लिखितमस्ति. अयं श्लोकः तु बहु उत्तमः श्लोकः. कथम् इत्युक्ते नात्यशनतस्तु, तत्र सन्धिविच्छेदं कुर्मः चेत् किं भवति? अत्यशनतः, अशनम् इत्युक्ते भोजनं, भोजनं न अति अशनम्. यः सः अतिभोजनं करोति. उत्तमं, वदतु. यः अधिकं भोजनं करोति, अधिकभोजनं करोति अपि च योगः, योगः तं न चैकान्तमनः. अत्र उत्तमरीत्या उक्तवती, नात्यशनतस्तु इति तत्र अर्थः कः इत्युक्ते यः अधिकं भोजनं करोति अपि च न चैकान्तमनश्नतः इत्युक्ते न च एकान्तम् अनश्नतः. अनश्नतः इत्युक्ते यः भोजनं न करोति, न करोति, अतीव लघु इत्युक्ते यः पुरुषः अधिकं भोजनं करोति, अन्यः पुरुषः भोजनमपि न करोति. अपि च न चाति स्वप्नशीलस्य इत्युक्ते यः सर्वदा निद्रां करोति. अग्रे किं वदति? जाग्रतो नैव चार्जुन इत्युक्ते यः अत्यन्तं जागर्ति भवति इत्युक्ते अत्र चत्वारि लक्षणानि उक्तानि, अधिकं भोजनं, अभोजनं, अधिका निद्रा, सर्वदा जागर्ति एव भवति चेत् तादृशस्य पुरुषस्य समाधिस्थितिः न सम्भवति. न एव च अर्जुन इत्युक्ते यदि वयम् एकान्तमनस्काः भवामः अथवा कान्सन्ट्रेट् कृत्वा किञ्चित् पठितुमिच्छामः अथवा ज्ञातुमिच्छामश्चेत् अधिकं भोजनं न कर्तव्यम् अथवा अभोजनतया न स्थातव्यम् अथवा अधिकं न निद्रातव्यम् इत्युक्ते अत्र बहूनि चत्वारि लक्षणानि उक्तानि. अत्र न अत्यशनतस्तु योगोऽस्ति, अत्र योगोऽस्ति इति लिखितमस्ति. किन्तु अत्र न इति पदम् आरम्भे अस्ति, अस्ति इति अन्ते अस्ति इत्युक्ते तादृशरीत्या अन्वयं कुर्मः. न अत्यशनत, अत्यशनतः इति पदम् अस्ति अत्र, अत्यशनतस्तु, तत्रापि विसर्गसन्धिः अस्ति. अस्मिन् श्लोके जाग्रतः, अशनतः, अनशनतः एतानि त्रीणि पदानि शत्रन्तरूपाणि. शत्रन्तरूपस्य षष्टि एकवचनरूपम्. अशनतः इति अशनम् इत्युक्ते भोजनं, अशनतः अनशनतः तत्र नैतत्पुरुषसमासः भवति यथा सत्यम् असत्यम् इव. आहत्य अत्र योगोऽस्ति इत्यस्मिन् पदे एव दत्तमस्ति. भगिनी एकः प्रश्नः, अत्र लास्ट् वर्ड् इन् द फस्ट् लैन् च एकान्तं, सो डस् दट् मीन् सालिट्यूड्, वन् हू केनाट् एन्जाय् सालिट्यूड्, इस् दट् आल्सो वन् क्रैटीरिया हियर्? एकान्तम् अनश्नतः, तत्र अनश्नतः, अनश्नतः इति तत्र एकान्तम् इति पदं, पदस्य अन्वयः कुत्र भवति इति इतोपि द्रष्टव्यं भगिनी. कोऽपि दृष्टवती वा कापि? अत्र एकान्तम् इति पदस्य अस्मिन् श्लोके तस्य अन्वयः कुत्र भवति? भोजनं न करोति चेत् अपि एकान्तम् एकाग्रचित्तं न भवति. अस्तु. अनन्तरम् अत्र अस्मिन् सन्दर्भे अहम् एकं नूतनं श्लोकं वदामि. अत्र अर्धमशनस्य सव्यञ्जनस्य तृतीयमुदकस्य तु वायोः सञ्चारार्थं तु चतुर्थम् अवशेषयेत् इति एकः श्लोकः अस्ति. यदा वयं भोजनं कुर्मः तदा कथं भोजनं करणीयम्, आहारपरिमाणं कीदृशं भवेत् इत्युक्ते अर्धम् अशनस्य उदरस्य अर्धभागम् अशनं भोजनं भवेत्, सव्यञ्जनस्य व्यञ्जनेन सहितं भोजनं करणीयं, तदनन्तरं तृतीयम् उदकं, तदनन्तरं वायोः सञ्चारार्थं चतुर्थम् अवशेषयेत् इत्युक्ते अधिकं भोजनं न करणीयम्. भोजनेन सहितम् उदकं जलं स्वीकर्तव्यं, तदनन्तरं किञ्चित् किं वक्तव्यम्. अत्र तु यः अधिकं भोजनं करोति, भोजनं एव न करोति, तस्य योगसमाधिः न सम्भवति इति लिखितमस्ति. उत्तमम्. अन्तिमं श्लोकं शोभा भगिनी वदतु. आं भगिनि, एकनिमिषम्. अन्तिमम् अष्टाध्याय पञ्चमश्लोकः. अत्र अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरं यः प्रयाति स सद्भावं मद्भावं याति, नास्त्यत्र संशयः. अन्तकाले च माम् एव स्मरन् मुक्त्वा कलेवरं यः प्रयाति स मद्भावं याति, तत्र नास्त्यत्र न अस्ति अत्र संशयः. उत्तमं. तत्र अस्ति इति पदमस्ति. इतोपि वदतु. तत्र अन्तकाले जीवनस्य अन्तकाले च माम् एव भगवन्तम् एव स्मरित्वा यः शरीरं त्यजति यः प्रयाति स मत् भावं याति, नास् अस्ति अत्र संशयः. तत्र सः मद्भावम् इति अहं सम्यक्तया न जानामि. अहं जानामि यः भगवन्तं स्मरित्वा जीवं शरीरं त्यजति सः भगवन्तं प्राप्नोति एव. उत्तमम्. अत्र याति, अत्र प्रयाति, यः प्रयाति, तत्र प्रयाति इत्युक्ते गच्छति, किन्तु अत्र मां प्राप्नोति प्राप्नोति इत्यस्मिन् अर्थे एव दत्तमस्ति. यः शरीरं त्यज अन्तकाले अपि यः मां स्मृत्वा कलेवरं शरीरं त्यजति सः मां प्राप्नोति, तत्र संशयः नास्ति. मद्भावम् इत्युक्ते किम् अर्थं तत्र भगिनि? मद्भावम् इत्युक्ते माम् एव, मम भावः इत्युक्ते तत्र मां प्राप्नोति इत्यस्मिन् अर्थे. अस्तु अस्तु. नास्ति अत्र संशयः, नास्ति अत्र संशयः इत्युक्ते तत्र यण् सन्धिः अस्ति. नास्ति योगः अत्र नास्त्यत्र, तस्मिन् विषये संशयः नास्ति इति लिखितमस्ति. उत्तमं, तावदेव अत्र. अनन्तरं सूर्यकुमारि भगिनी अग्रिमे पुटे वयं तत्र का परिदेवना इत्यस्मिन् पाठे तत्र षट् पदानि वयं पठितवन्तः. तत्र अन्ततो गत्वा तस्मिन् पुटे अभ्यासः अस्ति, तम् अभ्यासं करोतु. रिक्तस्थानानि पूरयतु, पूरयतु मध्यमपुरुषबहुवचनं. स्यूतः अत्र अस्ति. लेखनी अत्र अस्ति. चषकः तत्र अस्ति. वायुः सर्वत्र अस्ति. घटी तत्र अस्ति. पर्वतः अन्यत्र अस्ति. उत्तमम्. अत्र एतम् अभ्यासं कृत्वा भवती किम् अवगतवती? वस्तूनि, प्रदेशः, विवरणं कर्तुं शक्यम्. अत्र तत्र कन्यत्र सर्वत्र एकत्र पदानि उपयोगं कृत्वा प्रदेशः, वस्तूनि प्रदेशः, वस्तूनि प्रदेशं ज्ञातुं शक्यते. शक्यते. उत्तमम्. अत्र पुनः एकवारं पुनस्मरणं कुर्मः. तदर्थं वदतु अत्र अत्र इति पदम् अत्र तत्र एतानि पदानि सन्ति. अत्र समीपं, तत्र दूरप्रदेशे, कुत्र प्रश्नार्थक, अन्यत्र अन्यत्र न समीपे न दूरे, अलोक्य अदृश्यप्रदेशे, सर्वत्र सर्वत्र सर्वप्रदेशे, अत्र तत्र सर्वेषु स्थलेषु, प्रदेशे सर्वेषु स्थलेषु, सर्वेषु स्थलेषु, एकत्र एकप्रदेशम् एव, एकस्मिन् स्थले एव. उत्तमम्. अत्र वायुः सर्वत्र अस्ति, अपि च भगवान् सर्वत्र अस्ति. उत्तमम्. अत्र अत्र तत्र एतानि पदानि अव्ययानि, अपि च तद्धितप्रत्ययान्तरूपाणि. तत्र त्रल् इति एकः प्रत्ययः अस्ति. अत्र इति वदामश्चेत् कस्मिन् अर्थे उक्तमस्ति इत्युक्ते अस्मिन् स्थले, तत्र इत्युक्ते तस्मिन् स्थले, कुत्र, कुत्र इत्यस्य कृते अन्यत् पदमस्ति क्व, वयं दृष्टवन्तः गते सप्ताहे. सर्वत्र इत्युक्ते सर्वेषु स्थलेषु इति लिखितमस्ति. एकत्र इत्युक्ते समूहीकृत्य एकस्मिन् एव स्थले इत्यस्मिन् अर्थे तत्र पदानि दत्तानि. वयम् अभ्यासपुस्तके अपि वयं दृष्टवन्तः. एतानि पदानि वयं जानीमः एव. उत्तमं. तदर्थम् अग्रे गच्छेम. अहं सर्वस्य प्रभवः इति नवमः पाठः. अत्र भवती एव पठतु. पश्यत उच्चैः पठत च. पश्यत पठत मध्यमपुरुष बहुवचनम्. उच्चैः अग्रिमं पदं उच्चैः षष्टिविभक्तिः षष्टिविभक्ति विभक्तस्य प्रसङ्गम् अत्र षष्टिविभक्तेः प्रसङ्गः अस्ति. उत्तमम्. अत्र संस्कृतभाषायां कति विभक्तयः सन्ति? सप्तम सप्तविभक्तयः सन्ति. अपि च सम्बोधनाविभक्तिः अपि अस्ति. अत्र अस्य पाठस्य शीर्षकं किम् इत्युक्ते अहं सर्वस्य प्रभवः. भवती दृष्टवती वा अयं भागः कस्मिन् श्लोके अस्ति गीतायां? दशमाध्याये अष्टम श्लोकं भगिनि वदतु. भगिनि भवती वदतु. अहं सर्वस्य प्रभवः कति श्लोक पुनः वदतु. दशम अध्याये अष्टम श्लोक. अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधा भावसमन्विताः. बुधाभावसमन्विताः. उत्तमम्. अत्र अहं सर्वस्य प्रभवः. दशमाध्यायस्य नाम किं भगिनि? विभूतियोगः. विभूतियोगः. तस्मिन् योगे भगवान् किं वदति? अहं सर्वस्य प्रभवः. अत्र प्रभवः इति पदं सूर्यकुमारी भगिनी वदतु. प्रभवः इत्युक्ते तत्र रूपं किम्? उपसर्गयोगपदं कोऽपि वदतु. प्रभवः इति कीदृशं पदम्? उकारान्त पुल्लिङ्गपदम्. उत्तमं. प्रभुः प्रभुः. वदतु भगिनि, रूपाणि वदतु प्रिया भगिनि. प्रभुः प्रभु प्रभवः. उकारान्त पुंलिङ्गपदम्. प्रथमा बहुवचनम्. उत्तमम्. उत्तमं भगिनि. अहं सर्वस्य प्रभवः इति परमात्मा वदति. अपि च इतोपि किं वदति? मत्तः सर्वं प्रवर्तते. मत्तः फ्रम् मी ओन्ली एव्रिथिङ्ग् इस् कमिङ्ग् इत्युक्ते परब्रह्मणः इत्युक्ते परमात्मनः एव सर्वं सम्भवति. इत्युक्ते भगवान् एव सर्वस्य उत्पत्तेः कारणम्. इदं सर्वं जगत् तेन एव प्रवर्तते. अतः भगवान् सर्वस्य उत्पत्तेः कारणमस्ति. एवं वदतु. प्रश्न इति एकवचनपदं, प्रभवः बहुवचनपदं किल. अहं सर्वस्य प्रभु इति करेक्ट् नो? प्रभवः अहं डोण्ट् मेच् नो? अस्तु, कोऽपि वदतु तत्र किमर्थं बहुवचने लिखितमस्ति? सर्वस्य षष्टिविभक्ति अस्ति न भगिनि? सर्वस्य षष्टिविभक्ति, किन्तु तत्र यथा भगिनी पृष्टवती, तत्र प्रभवः अहं शब्दस्य रूपम् एकवचनं रूपम् अस्ति. अहं शब्दस्य बहुवचनं किम्? अहम्, आवां, वयं. वयं न लिखितमस्ति. अहं अहं शब्दः अस्ति, किन्तु प्रभवः अस्ति. उत्तमम्. इत्युक्ते महापुरुषः इत्युक्ते गौरवसूचनार्थं तथा लिखितम् अस्ति. आदररूपेण अहं मम श्लाघनं न करोमि किल. न न भगिनि, तथा भवति, तथा वदामः शक्यते. अत्र परमात्मा वदति अहं सर्वस्य प्रभवः. तत्र कृष्णः न वदति, परमात्मा भूत्वा सः वदति. तत्तु सम्यक् सर्वस्य प्रभवः इति लिखितमस्ति. इत्युक्ते तत्र श्लोकस्य अन्ते अग्रिमे भागे किं लिखितमस्ति इति मत्वा मां बुधाः भजन्ते. बुधाः इत्युक्ते ज्ञानिनः. ज्ञानिनः किं चिन्तयन्ति? भगवान् एव सर्वस्य प्रभवः, अपि च तस्मात् एव सर्वं पायाति. परमात्मनः कारणेन एव सर्वं प्रवर्तते अस्मिन् लोके इति बुधाः चिन्तयन्ति. बुधाः इत्युक्ते ज्ञानिनः एव. पण्डिताः. पण्डिताः. उत्तमम्. भगिनि, कृष्णः न वदति अत्र अहं सर्वस्य प्रभवः. कृष्णः एव वदति भगिनि. परन्तु भगवान् इति भवती उक्तवती न किल? अहं सर्वस्य प्रभवः, मत्तः सर्वं प्रवर्तते इति मत्वा. तत्र सदेह कृष्णः न वदति, परमात्मा कृष्णः विष्णु भूत्वा वदति. उत्तमं. विष्णुः भूत्वा वदति इत्युक्ते अत्र पण्डिताः तादृशचिन्तनं कुर्वन्ति इति अत्र दत्तमस्ति. उत्तमम्. अनन्तरम् अत्र सूर्यकुमारी भगिनी भवती पठतु. अत्र इतोपि किं लिखितमस्ति? कृष्णः, बलरामः, गान्धारी, धृतराष्ट्रः नामानि सन्ति. कृष्णस्य भ्राता बलरामः, गान्धार्याः पतिः धृतराष्ट्रः. कृष्णस्य षष्ठीविभक्तिः एकवचनं. भ्राता बलरामः, बलरामः एकवचनम्. उत्तमं. कृष्णः, कृष्णः इति कीदृशं पदम्? कृष्णः अक्षारान्तपुल्लिङ्गः. अक्षारान्तपुल्लिङ्गं. कृष्णस्य भ्राता कः? कृष्णस्य भ्राता बलरामः. बलरामस्य अनुभ्राता कः? बलरामस्य अनुभ्राता कृष्णः. अनुभ्राता इत्युक्ते किम्? यङ्गर् ब्रदर्. यङ्गर् ब्रदर्. उत्तमम्. अनुजः. किन्तु अनुजः, अग्रजः इति पदं भिन्नं पदमस्ति, किन्तु भ्राता इति भिन्नं पदमस्ति. तयोः माता भिन्ना. कृष्णस्य माता भिन्ना, बलरामस्य माता भिन्ना. तदर्थम् अग्रजः इति न वदामः, भ्राता एव वक्तव्यम्. इत्युक्ते अग्रजः इति पदस्य अर्थः भिन्नः, भ्राता इति पदस्य अर्थः भिन्नः. सहोदरः नास्ति. सहोदरः इति पदस्य अर्थः तु भिन्नः. उत्तमम्. उत्तमं. तदेव इत्युक्ते पदं कथं निष्पन्नं भवति इत्यस्य आधारेण तस्य अर्थम् अर्थम् आयाति. उत्तमम्. अत्र भ्राता इति पदं तत्र कीदृशं पदम्? भ्रातृ. उत्तमं. ऋक् श्रोता इव. भ्राता, भ्रातृ इति प्रातिपदिकमस्ति. अत्र अहं दृष्टवती, अतः वदामि. संस्कृतभाषायाम् एकः धातुः अस्ति, भ्राज् इति धातुः अस्ति. भ्राजते. भ्राजते इत्युक्ते प्रकाशते. प्रकाशते इत्यस्मिन् अर्थे अस्ति भ्राजते. तत्र भ्राज् धातोः तृच् प्रत्ययान्तरूपम् एव भ्राता. कृष्णस्य भ्राता बलरामः. किन्तु अत्र इतोपि लिखितमस्ति, गान्धार्याः पतिः धृतराष्ट्रः. धृतराष्ट्रस्य पत्नी का? गान्धारी. गान्धारी. गान्धारी. गान्धारी. गान्धारी कीदृशं पदम्? ईकारान्तः स्त्रीलिङ्गः. ईकारान्त स्त्रीलिङ्गपदम्. उत्तमम्. अपि च अत्र गान्धारी ईकारान्तपदं, धृतराष्ट्रः अकारान्तपदम् अस्ति. उत्तमम्. इतोपि अत्र इत्युक्ते एतावता षष्टिविभक्तेः उपयोगः कुत्र भवति वदतु? गान्धार्याः. सम्बन्धं सूचयति सूचयति उत्तमम् उत्तमं तदेव अहं श्रोतुमिच्छामि. इत्युक्ते अत्र षष्टिविभक्तेः बहुत्र तस्य प्रयोजनमस्ति, किन्तु अत्र सम्बन्धवाचकषष्टिः इति वदामः. इत्युक्ते तस्य उपयोगः बहुत्र भवति, किन्तु अत्र तु सम्बन्धं सूचयति. इत्युक्ते कृष्णस्य भ्राता, गान्धार्याः पतिः, भवतः भवत्याः नाम किम्? मम नाम लता इति वदामि. मै नेम् नेम् बिलाङ्ग्स् टु मी. उत्तमम्. इत्युक्ते अत्र अधिकरणं नास्ति, अत्र सम्बन्धवाचकषष्टिः एव. अत्र अभ्यासपुस्तकस्य आरम्भे अपि वयं दृष्टवन्तः भवतः नाम किं, मम नाम इत्युक्ते अत्र सम्बन्धः दृश्यते. उत्तमम्. अग्रिमम् अत्र अरुणा भगिनी भवती पठतु. एकोष्ठे अस्ति. क्षम्यता. सुभद्रा अभिमन्युः द्वे अस्ति. सुभद्रायाः पुत्रः अभिमन्युः. सुभद्रारम्भश्रीलिङ्गशब्दः, अभिमन्युः उकारान्त पुल्लिङ्गशब्दः. सम्बन्धः सुभद्रायाः पुत्रः अभिमन्युः. भिन्नरीत्या वदतु. अभिमन्युः अभिमन्योः इति अहं मन्ये माता सुभद्रा. अभिमन्योः माता सुभद्रा. अत्र प्रश्नवाचकवाक्यं वदतु एकवारम्. सुभद्रायाः पुत्रः कः? अभिमन्योः माता. अभिमन्योः माता का? अभिमन्योः माता का? अभिमन्योः माता सुभद्रा. उत्तमम्. अग्रिमं करोतु. महाभारतं व्यासः. महाभारतस्य कर्ता व्यासः. अत्र भिन्नरीत्या वदतु. व्यासेन व्यासेन कृतं महाभारतम्. उत्तमं. व्यासेन कृतं महाभारतम् अथवा व्यासस्य कृतिः. व्यासस्य कृतिः महाभारतं. कृतिः इति पदं क्तिन् प्रत्ययान्तरूपं, कर्ता इति पदं तृच् प्रत्ययान्तरूपं. कर्ता इति क्रूधातोः रूपं, ऋकारान्तपदं भवति. कर्ता शब्दस्य रूपाणि वदतु भगिनि. कर्तारः. उत्तमं. कस्य कर्ता व्यासः? महाभारतस्य कर्ता व्यासः. व्यासस्य कृतिः का? महाभारतं व्यासस्य कृतिः. उत्तमं. तादृशरीत्या अत्र प्रश्नवाचकवाक्यमपि भवितुमर्हति. उत्तमम्. अनन्तरं करोतु. अर्जुनस्य गुरुः द्रोणः. द्रोणः द्रोणस्य शिष्यः अर्जुनः. अर्जुनस्य गुरुः कः? कः? अर्जुनस्य गुरुः द्रोणः. द्रोणस्य शिष्य कः? द्रोणस्य शिष्यः अर्जुनः. अर्जुनस्य गुरोः नाम किम्? अर्जुनस्य गुरोः नाम द्रोणः. द्रोणः. इत्युक्ते गुरुशब्दस्य रूपं, षष्टिरूपं किं भवति? द्रोणस्य. गुरुशब्दस्य गुरोः भवति, यथा अभिमन्योः गुरोः भवति. उत्तमम्. अत्र अर्जुनः अकारान्तपदमस्ति, द्रोणः अपि अकारान्तपदं, किन्तु गुरुः उकारान्तपदम्. उत्तमम्. अस्माकं देशस्य नाम किम्? देशस्य नाम भारतम् भारतम् तदेव अत्र लिखितमस्ति. भारतम् इत्युक्ते देशस्य नाम. कस्य देशस्य नाम भारतम्? अस्माकं देशस्य नाम भारतम्. उत्तमम्. अनन्तरं धन्यवादः भगिनी. अनन्तरं सुजाता भगिनी, भवती पठति वा? सुजाता भगिनी अस्ति वा? नो चेत् प्रिया भगिनी भवती पठतु. अहं पठामि वा? प्रिया भगिनी पठतु. अर्जुनस्य आयुधं गाण्डीवम्. भिन्नरीत्या वदतु. अर्जुनस्य आयुधं गाण्डीवं गाण्डीवस्. अत्र त्रीणि पदानि दत्तानि. त्रीणि पदानि योजयित्वा कानिचन वाक्यानि निर्मातु. अर्जुनस्य आयुधं गाण्डीवं. गाण्डीवं गाण्डीवस्य ओनर् कथं वदति? अधिपतिः. अधिपतिः अधिपतिः अर्जुनः. अर्जुनस्य आयुधं किम्? आयुधम् अर्जुनस्य आयुधं गाण्डीवम् इत्युक्ते अर्जुनस्य धनुषः नाम. धनुषः नाम गाण्डीवम्. गाण्डीवम्. कस्य आयुधं गाण्डीवम्? अर्जुनस्य आयुधं गाण्डीवम्. उत्तमम्. अर्जुनः इत्युक्ते अर्जुनः गाण्डीवधरः. गाण्डीवधरः. उत्तमम्. अग्रिमं धरः. दुश्शलायाः पतिः. दुश्शलायाः पतिः जयद्रथः. क्षम्यतां. जयद्रथः. जयद्रथस्य पत्नी दुश्शला. दुश्शलायाः पतिः कः? अथवा जयद्रथस्य पत्नी का? पत्नी का. उत्तमं. यदि भवती जानाति चेत् दुश्शला का वदतु. इतोपि वदतु. दुर्योधनस्य भगिनी. दुर्योधनस्य भगिनी. सहोदरी. सहोदरी अनुजा. अनुजा. उत्तमम्. अग्रिमं करोतु. एकोधिकशतं करेक्ट् इस् इट् एकाधिक भगिनी. कस्य राज्यस्य राजा जयद्रथः? कस्य राजस्य राजा सिन्धुदेशस्य राजा वा? सिन्धुदेशस्य राजा जयद्रथः. तत्रापि षष्टिविभक्तेः उपयोगं कुर्मः. कृतवन्तः वयम्. उत्तमम्. अनन्तरं पुनः वदतु भगिनि. प्रिया भगिनी. अग्रे वा. कौरवसेनायाः नायकः भीष्मः. कौरवसेनायाः नायकः भीष्मः. कौरवसेनायाः नायकः कः? भीष्मः. भीष्मः कस्याः सेनायाः नायकः? वक्तुं शक्यते वा? कस्याः नायक सेनायाः नायकः? कस्याः नायकः अथवा कस्याः सेनायाः नायकः? अत्र प्रथमान्तं रूपं किम्? प्रथमान्तरूपं कौरवसेना वा? कौरवसेना. कौरवसेना. आकारान्त श्रीलिङ्गम्. आकारान्त स्त्रीलिङ्गपदं. किन्तु अत्र समस्तपदमस्ति. कौरवसेना इति समस्तपदमस्ति चेत् तत्र विभक्तिः का? कोऽपि वदतु कौरवस्य सेना षष्ठी कौरवाणां सेना वदतु भगिनि सेना इति स्त्रीलिङ्गपद सैन्यः इति पुल्लिङ्गपदं वा सेना इति पदम् आकारान्तं सैन्यं सैन्यम् इति नपुंसकलिङ्गपदम् ओ सैन्यम् ओके सैन्यः न ओके अवगतम् कौरवसेनायाः नायकः भीष्मः वयं पूर्वमेव चर्चितवन्तः नायकः इति पदं नीधातोः रूपं नवल् प्रत्ययः इति वयं दृष्टवन्तः उत्तमम् अग्रे पठतु भगिनी प्रिया भगिनी नद्याः नाम गङ्गा नद्याः नाम का गङ्गा कस्याः नद्याः नाम कस्याः नद्याः नाम कस्याः कस्याः नद्याः नाम इत्युक्ते गङ्गा का गङ्गा का इत्युक्ते गङ्गा नद्याः नाम नाम नदी ईकारान्त श्रीलिङ्गं नदीशब्दस्य षष्टि नद्याः नद्याः अत्र गङ्गा गङ्गा इत्यस्मिन् पदे तत्र किमर्थं तथा लिखितमस्ति अनुस्वारः किमर्थं नास्ति सन्धि भवति अत्र अनुस्वारम् पदान्ते अनुस्वारः अग्रे वर्गीय वर्गीयव्यञ्जनानि अस्ति चेत् पञ्चम पञ्चम तद् वर्गस्य पञ्चम आदेशः भवति गङ्गा अवर्गस्य तत्र सन्धेः नाम किम् अनुस्वारसन्धि अनुस्वार अनुनासिक अनुनासिक न तत्र अनुस्वार अनुस्वारस्य यै परसवर्णः इति लिखितमस्ति परसवर्णादेशः भवति इति कृत्वा परसवर्णसन्धिः तदर्थमेव यदा वयं गङ्गा इति पदं लिखामः एतादृशरीत्या एव लेखनीयम् उत्तमम् अग्रिमं पठतु कादम्बर्याः रचयिता बाणभट्टः कादम्बर्याः रचयिता कः बाणभट्टः बाणभट्टः बाणभट्टस्य बाणभट्टस्य रचयितं बाणभट्टस्य बाणभट्टस्य रचना रचना उत्तमं बाणभट्टस्य रचना कादम्बरी रचना भगिनी वदतु अत्र बाणभट्टस्य रचना बाणभट्टस्य रचना का रचना का कादम्बर्याः रचयिता कः उत्तमम् अत्र एतावता बाणभट्टस्य रचना एव कादम्बरी कादम्बरी इत्युक्ते किं भवती दृष्टवती वा कादम्बरी इत्युक्ते काव्यमेव अत्र आङ्ग्लभाषायां वक्तुमिच्छामश्चेत् नावेल् दीर्घा कथा दीर्घा कथा संस्कृतभाषया लिखितमस्ति अत्र संस्कृतं पुस्तकमेव बाणभट्टेन विरचितं पुस्तकम् अत्र दीर्घा कथा एव कादम्बरी अत्र रचयिता कादम्बरी इत्युक्ते द्वे अर्थम् अर्थे सः किल वदतु अहं न दृष्टवती कादम्बरी एकम् अर्थं दट् नावेल् बाणभट्टस्य कादम्बरी मीन्स् आल्सो द इन्टाक्सिकेटिङ्ग् ड्रिङ्क् because there is some I don't know in alankara there is one which gives two meaning no what do you call that the basic thing two meanings. That means one, I cannot see it in... Ha, ha, ha, correct, correct. Hmm. What is it called? Pan, P-U-N, pan indicated. Yes. Pan means two meaning. I cannot say the Sanskrit sentence, but in English, in by one sentence, it means one who is immersed in Kadambari novel, he doesn't want to eat or drink anything else. He is filled with that itself. And one who is really drinking that intoxicating drink also doesn't want to eat anything. So that Shlesha Alankara, one of the most common examples they give about this Kadambari. That's how I remember. In high school grammar, it is there. Oh, aham na janami. Dhanyavadah, bhagini. धन्यवादः. उत्तमम्. इत्युक्ते अत्र आहत्य कादम्बरी इति शब्दस्य अर्थद्वयमस्ति. अनन्तरम् अत्र रचयिता इति पदमस्ति. रचयिता इति पदमपि रुच् प्रत्ययान्तरूपं. रचयितृ इति ऋकारान्तपदमस्ति. ऋकारान्तपदं भवति. आहत्य बाणभट्टेन विरचिता कथा एव कादम्बरी. उत्तमं. प्रिया भगिनी भवती करोतु अग्रिमम्. अन्याः अर्थाः अपि सन्ति इति भाति. कादम्बरी इत्युक्ते फीमेल् आफ् द कोकिला पक्षी ओ अपि अस्ति. अस्तु, अहं न जानामि. अस्तु, उत्तमम्. अत्र आहत्य प्रिया भगिनी भवती करोतु. पुस्तकस्य नाम गीतासोपानम्. पुस्तकस्य नाम किम् इति प्रश्नं भवति अत्र. गीतासोपानं पुस्तकस्य नाम किं गीता तदेव भवति अत्र. अन्य प्रश्नं भवति वा पुस्तकस्य नाम किं गीता गीतासोपानं कस्य नाम पुस्तकस्य नाम कस्य नाम गीतासोपानं सोपानं कस्य नाम गीतासोपानं पुस्तकस्य नाम किम्. उत्तमम्. अत्र पुस्तकस्य इति षष्ट्यन्तं रूपम् अस्ति. अत्र नाम शब्दस्य रूपाणि वदतु एकवारम्. नाम नामानि नाम नाम्नि नामानि सम्यक् न जानामि. नाम नाम्नि नामानि वा प्रथमं. नाम्नि नाम्नि अपि अस्ति. तत्र द्विवचने रूपद्वयमस्ति. इत्युक्ते नाम नामनि नामानि इति भवति अथवा नाम नाम्नि नामानि. इत्युक्ते द्विवचने तत्र रूपद्वयम् अस्ति. नकारान्तपदं नकारान्त नपुंसकलिङ्गपदं नपुंसकलिङ्गपदं. अत्र गीतासोपानम् इति लिखितमस्ति. गीतासोपानम् इति समस्तपदं. कोऽपि वदति वा तत्र गीता गीतायाः सोपानं गीता वदतु महोदय. उत्तमम्. उत्तमं. तत्र संस्कृतभाषायां किं वदामः. संस्कृतभाषायां गीतस्य प्रवेशः इत्युक्ते गीतायाः अवगमनार्थं सोपानं. सोपानम् इत्युक्ते लाडर् सोपानं स्टेर्वे. स्टेर्वे. उत्तमम्. अस्माकं पुस्तकस्य नाम एव गीतासोपानम् किन्तु प्रथमभागः. उत्तमम्. अधुना शोभा भगिनी भवती करोतु. आं भगिनि. रामायणस्य कर्ता वाल्मीकिः. रामायणस्य कर्ता कः इति प्रश्नः. वाल्मीकिः वाल्मीकेः रच रामायणं रचितं काव्यं कः. काव्यं न कः न काव्यं किम्. उत्तमं. वाल्मीकिना अत्र रचितम् इति वक्तुमिच्छामश्चेत् रचितम् इति वक्तुमिच्छामश्चेत् वाल्मीकिना रचितं. वाल्मीकिना रचितम् अस्तु. वाल्मीकिना रचितं काव्यं किम्? अथवा वाल्मीकेः काव्यं किम्? ओ तदेव वा, वाल्मीकेः काव्यम्? अस्तु, तत्र वयं वाल्मीकेः तत्र रचितुम् इति पदस्य उपयोगं न कर्तुं शक्नुमः किम्? वाल्मीकेः रचना का, अथवा वाल्मीकिना रचितं काव्यं किं, वाल्मीकेः काव्यं किं, वाल्मीकेः कृतिः का? अत्र किन्तु रचितम् इति अस्ति चेत् वाल्मीकिना रचितं तृतीयान्तं रूपम् आयाति अत्र. रामायणं, रामायणम् इति पदमस्ति अत्र. रामायणम् इत्यस्मिन् पदे कोऽपि वदतु. रामस्य अयनं, रामस्य अयनम् इत्युक्ते रामस् जर्णि इति अर्थः. अत्र रामायणम् इत्यस्मिन् पदे तत्र णत्वमस्ति. णत्वं रामस्य अयनं, रामयोगः अयनम् इति दत्तमस्ति. तत्र रेफः पूर्वपदे अस्ति, णकारः उत्तरपदे अस्ति, किन्तु तत्र णत्वं भवति. साधारणतया पूर्वपदे निमित्तमस्ति, उत्तरपदे दन्तिनकारः अस्ति चेत् साधारणतया णत्वं न भवति, किन्तु अस्मिन् पदे णत्वं भवति. कोऽपि वदति वा कारणं किम्? So between ra and na makara has come, so that also leads to naktvam, I think. उत्तमम्. इत्युक्ते भवन्तः सर्वे सम्यक् एव उक्तवन्तः. अत्र अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण तत्र निमित्तवर्णम् वर्णः अस्ति, अपि च मध्ये बाधकवर्णाः न सन्ति इति एकम् उत्तरमस्ति. किन्तु साधारणतया पूर्वपदे निमित्तमस्ति, उत्तरपदे तत्र णत्वं भवति इत्यस्मिन् कृते अत्र एकं विशिष्टं सूत्रमस्ति. तत्र पूर्वपदात् संज्ञायामगः इति सूत्रं. पूर्वपदात् संज्ञायाम् अगः इत्युक्ते यद्यपि पूर्वपदे निमित्तमस्ति, उत्तरपदे दन्तेनकारः अस्ति, तथापि तत्पदं सम्पूर्णं पदं, संज्ञापदम् अथवा नामपदं भवति चेत् तदा णत्वं भवति. इत्यस्य कृते रामायणम् इति पदम् एकम् उत्तमम् उदाहरणं तस्य सूत्रस्य कृते. पूर्वपदात् संज्ञायाम् अगः तत्र णत्व विधायकसूत्रं. संख्या न दृष्टवती भगिनी, न दृष्टवती. किन्तु पूर्वपदात् संज्ञायाम् अगः इत्युक्ते आहत्य रामायणम् इति पदं संज्ञापदमस्ति इति कृत्वा तत्र विशिष्टसूत्रेण णत्वं भवति. णत्वविधायकसूत्रमस्ति तत्. आहत्य वाल्मीकिः, वाल्मीकिः इति पदमपि तद्धितान्तं पदमस्ति. वाल्मीकेः भवः वाल्मीकिः इति वक्तव्यमासीत् अस्ति तत्र. अन्तिमम् अग्रिमं करोतु. आं भगिनि, तत्र एकमस्ति भगिनि, तत्र अधुना भवती उक्तवती वाल्मीकेः भवः इति. पूर्वं वयं भगवद्गीता श्लोकान् कृतवन्तः, तत्र प्रभवः तत्र भवः इति अस्ति इति अहं मन्ये, न तु प्रभु इति. प्र उपसर्गपूर्वक भवः इति अस्ति वा इति चिन्तयामि. Source of all. Yeah, I am the generator of everything, I think. And that's what I had thought. Prabhavaha is I am the generator. I generate everything. Or everything comes out of me. Iti arte asti iti. Uttamam bhagini. Tadrisha chintanam api सम्यक्, उत्तमम्. इत्युक्ते प्रभवः इत्युक्ते प्रभुशब्दस्य बहुवचनान्तरूपमपि भवति, किन्तु प्रभवः तत्र प्रा उपसर्गपूर्वकः भव अस्ति इत्युक्ते आहत्य तत्र व्याख्यानं दृष्ट्वा कस्मिन् अर्थे तत् लिखितमस्ति इति इतोपि पठामश्चेदेव वयम् अवगन्तुं शक्नुमः. धन्यवादः भगिनी. शोभा भगिनी, तदपि भवितुम् अर्हति. वन् मोर् डौट् भगिनि, इन् द वर्ड् कृष्णामृतम् फार् नत्वा वाट् इस् द रीज़न् दट् कृष्ण ऋकार अस्ति, बट् शा कम्स् इन् बिट्वीन्. शा इट्सेल्फ् इस् द निमित्तं वा? यद्यपि एकस्मिन्नेव पदे बहवः निमित्ताः सन्ति चेदपि यत् समीपे अस्ति तदेव निमित्तं भवति. इत्युक्ते तस्मिन् पदे कृष्णऋकारः अपि निमित्तम् कृष्णऋकारः अस्ति, तदनन्तरं मूर्धन्यषकारः अस्ति, मूर्धन्यषकारः एव निमित्तं भवति. अपि च तत्र सूत्रं रषाभ्यां नोणः समानपदे, इत्युक्ते रषाभ्यां नोणः समानपदे इति सूत्रं तत्र निमित्तस्य अनन्तरं अनन्तरं किं वदामः, इमिडियट्लि साक्षात् अनन्तरं, साक्षात् अनन्तरम् अस्ति चेदेव प्रथमं सूत्रं रषाभ्यां नोणः कार्यं करोति. यदि मध्ये व्यवधानमस्ति चेत् अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रं कार्यं करोति. दशमं वाक्यं, नगरस्य नाम इन्द्रप्रस्थम्. नगरस्य नाम किम् अथवा इन्द्रप्रस्थम् इति कस्य नामः अपि किं भवति, तावदेव खलु? उत्तमम् उत्तमम्. इत्युक्ते अत्र इन्द्रप्रस्थम् इति लिखितमस्ति, इन्द्रप्रस्थम् इत्यस्य इदानीन्तन नाम किम्? इन्द्रप्रस्थ देहली. उत्तमं. देहलीनगरम् इन्द्रप्रस्थम् इत्युक्ते देहली. अपि देहली इत्युक्ते त्रिशूल् इति अस्ति खलु भगिनि? उत्तमं. देहली, तत्र संस्कृतभाषायां देहलीदीपन्यायः इति एकः न्यायः अस्ति, तथा एव अत्र देहली इदानीन्तन नाम. इन्द्रप्रस्थम् इति एकं नगरम् अस्ति, तस्य नाम अहम् अन्यत्र कुत्रापि श्रुतवती. किमित्युक्ते इन्द्रियप्रस्थम् इति नामापि अस्ति, इत्युक्ते इन्द्रियाणाम् आकर्षणार्थं निर्मितं स्थलं. तदर्थमेव तत्र मयेन निर्मितं स्वर्गस्य अधिपति किल, स्वर्गे सर्वे भोगाः सन्ति, तादृशरीत्या एव अत्रापि निर्मितम् अस्ति. देहली इत्युक्ते किं भगिनि? देहली, देहली इत्युक्ते न्यू ढिल्ली. नो, संस्कृते देहली इत्युक्ते शोभा भगिनी उक्तवती त्रेशोल्ड्. त्रेशोल्ड् परन्तु संस्कृते अपि अस्ति वा देहली इति? देहली अस्ति, देहलीद्वीपन्यायः इति अस्ति. यत्र यदि वयं दीपं तत्र देहल्यां स्थापयामश्चेत् तत्र अन्तः अपि प्रकाशं जनयति, बहिः अपि तस्य प्रकाशं द्रष्टुं शक्नुमः. तदर्थं यदा वयं दीपं ज्वालयामः तदा देहल्यां स्थापयितुं औट्सैड् इत्युक्ते देहल्यां स्थापनीयं, गृहस्य देहल्यां. अस्माकं मनः मनस्थितिः न सम्यक् अस्ति, गोन्दलः अस्ति, संशयः अस्ति, तदापि देहलीपदस्य उपयोगं कुर्मः किल. वि आर् इन् टु मैण्ड्स्, नीदर् यु आर् नाट् देर् लैक् दट्. ओ, तथापि देहली इति वक्तुं शक्यते वा? भगिनी, लैट् आन् बोत् सैड्स्. लैट् आन् बोत् सैड्स्, अस्तु. अस्तु, उत्तमम् उत्तमं भगिनि. अत्र अवधेयम् इति लिखितमस्ति. अवधेयं पठित्वा भगिनी भवती एव पठित्वा एकवारं वदतु किमर्थम् अत्र किं लिखितमस्ति कोष्टके. अवधेयं तत्र एकवचनं द्विवचनं बहुवचनम् इति हेडिङ्ग्स् शीर्षिकाः सन्ति. तत्र कृष्णः पदस्य षष्ठिविभक्ति कृष्णस्य इति तत्र गीता गीतायाः किमर्थं चेत् गीता इति स्त्रीलिङ्गपदम् अस्ति आकारान्त गीतायाः षष्ठिविभक्ति. वाणी इत्यस्य वाण्याः तत्तु ईकारान्तस्त्रीलिङ्गपदम्. चक्रम् इति नपुंसकपदम् अस्ति इति कृत्वा चक्रस्य तत्र षष्ठिविभक्ति भवति. तथैव वृक्षः वृक्षस्य अपि च द्विवचने वृक्षयोः वृक्षाणां वृक्षः अकारान्तपुंलिङ्गपदम् अस्ति इति कृत्वा वृक्षस्य वृक्षयोः वृक्षाणां. सेना आकारान्तस्त्रीलिङ्गपदम् इति कृत्वा सेनायाः सेनयोः सेनानाम् इति षष्ठिविभक्ति. नारी इति स्त्रीलिङ्ग ईकारान्तस्त्रीलिङ्ग नार्याः नार्योः नारीणां. ज्ञानम् इति तत्र नपुंसक एव अतः ज्ञानस्य ज्ञानयोः ज्ञानानाम् इति रूपं रूपाणि भवति रूपाणि भवन्ति. उत्तमम् वृक्षमपि अस्ति वा भगिनि नपुंसकलिङ्गे वृक्षः वृक्षम् अपि अस्ति वा वृक्षमस्ति चेत् द्वितीया विभक्ति एकवचनं रूपम् इत्युक्ते अहं चिन्तयामि अहं केवलं वृक्षः एव श्रुतवती वृक्षम् अस्ति वा किन्तु अहं चिन्तयामि वृक्षः शब्दस्य द्वितीया एकवचनं वृक्षः पुल्लिङ्ग एव भगिनि उषा भगिनी वदतु नपुंसकलिङ्गे न अस्ति वृक्षं पदं नास्ति नास्ति उत्तमम् अत्र शोभा भगिनी वृक्षाणां नारीणां तत्र णत्वम् अस्ति किमर्थं तत्र वृक्षाणां तत्र क्षा इति स्वरे ककारः अपि षकारः अस्ति मूर्धन्यषकारः प्रथमतया ऋकारः अस्ति तदनन्तरं षकारः निमित्तं भवति एतत् भूत्वा वृक्षाणां तत्र नकारस्य णकारः भवति ऋकार नकारयोः उत्तमं केवलं तत्र निमित्तं तु केवलं मूर्धन्यषकारः एव निमित्तम् अस्ति नारीणां तत्रापि रकारः अस्ति इति कृत्वा तत् तदेव निमित्तं भवति तदनन्तरं साक्षात् अनन्तरं नकारः अस्ति इति कृत्वा इकत्र णत्वं भवति अत्र साक्षात् अनन्तरम् अस्ति वा ओ इकारः अस्ति स्वरः अस्ति इति कृत्वा बाधा न भवति अत्र साक्षात् अनन्तरं रेफस्य साक्षात् अनन्तरं दन्त्यनकारः नास्ति इत्युक्ते किञ्चित् व्यवधानम् अस्ति व्यवधानम् इत्युक्ते ई इति वर्णः अस्ति इति कृत्वा तत्र द्वितीयं सूत्रं कार्यं करोति अट्कुप्वानुं व्यवायेपि किन्तु कृष्णः इत्यस्मिन् शब्दे रसाभ्यां नोणः इति कार्यं करोति अन्येषु अत्र अन्येषु पदेषु इत्युक्ते सेनायां ज्ञानानां तत्र निमित्तमेव नास्ति तदर्थं णत्वं न भवति उत्तमं धन्यवादः भगिनी अत्र जान् महोदय भवान् किम् अवगतवान् एतत् पठित्वा वदतु After reading this one, what did you understand? After reading this one, Vibhakti, Shashti Vibhakti, Janami. Atra Rupani Dattani. अधुना शोभा भगिनी अधुना सा उक्तवती यत् अत्र एतादृशानि रूपाणि किमर्थं दत्तमस्ति, अत्र तेषां षष्टिविभक्तेः उपयोगः कुत्र भवति, एतत् सर्वम् अस्मिन् पुटे दत्तमस्ति. इत्युक्ते अत्र यानि यानि वाक्यानि दत्तानि तानि पठामश्चेत् वयं सुलभतया अवगन्तुं शक्नुमः यत् षष्टिविभक्तेः कुत्र भवति इति वयम् अवगन्तुं शक्नुमः. अनन्तरम् अग्रिमे पुटे अभ्यासः अस्ति, अत्र भवान् कर्तुं शक्नोति वा महोदय, जान् महोदय करोतु. अग्रिमपुटे अभ्यासः एण्ड् इट् इस् इन् रेड् सो ऐ काण्ट् रीड् इट् इस् वेरि हार्ड् फ्रम् इट् टु रेड् कोष्टके विद्यमानानां दट् मीन्स् इन् द in the koshte, what is present in the koshte, vidyamananam shabdanam sahayena, with the help of the words in the koshtake, vakyani likata, write the likata. This is like a lotakara likata. Uttamam. Okay. What it means is, with the help of the words in this koshta in the box, write down, sahayena. Anyani vakyani, purayatu. Okay, write down sentences, vakyani sentences. Okay. Udaharanam dattam asti, udaharanam pathitva anyani vakyani vadatu. Yeah. उदाहरणं वदामि, पठामि. कृष्णस्य शङ्खः कृष्णस्य शङ्खः पञ्चजन्यः पाञ्चजन्यः. अत्र पाञ्चजन्यः कः? पाञ्चजन्यः, दट् मीन्स् देयर आर फाइव डाउट्स. कृष्ण हैड फाइव डाउट्स. न महोदय, तथा न भवति. अत्र कृष्णस्य शङ्खस्य नाम पाञ्चजन्यः. शङ्खः इति कस्य शङ्खः पाञ्चजन्यः इत्युक्ते कृष्णस्य शङ्खः पाञ्चजन्यः इत्युक्ते शङ्खस्य नाम. सो दिस् इस् द नेम् आफ् हिस् फाइव वरीज़. इत्युक्ते शङ्खः इत्युक्ते कॉन्च. कॉन्च, ऐ एम सॉरी, व्हाट्स ऐ एम कन्फ्यूजिंग इट विद शङ्खा इस् आल्सो डाउट, इज दैट राइट? तत्र शङ्खः शङ्खः इति अत्र दत्तमस्ति, किन्तु शङ्का शङ्का इति पदमस्ति, तस्य डौट् इति अर्थः. अत्र भेदः कः, कोऽपि वदतु. शङ्खः शङ्का तयोः उत्तमम्. इत्युक्ते शङ्खः इति पदं पुंलिङ्गपदम्, अत्र महाप्राण खकारः अस्ति, शङ्का इत्यस्मिन् पदे अल्पप्राणककारः अस्ति, शङ्का इति आकारान्तस्त्रीलिङ्गपदं. शङ्का इत्युक्ते डौट्, किन्तु अत्र शङ्खः इति पुंलिङ्गपदं लिखितमस्ति. भवान् शृणोतु महोदय, भवान् शृणोतु. अत्र उषा भगिनी भवती करोतु. आं भगिनि, उदाहरणं कृष्णस्य शङ्खः पाञ्चजन्यः. कोष्टके दत्तमस्ति युधिष्ठिरः शङ्खः अनन्तविजयः. युधिष्ठिरस्य शङ्खः अनन्तविजयः. नारदः वीणा महती. नारदस्य वीणा महती. विष्णुः गदा कौमोदकी विष्णोः गुरुशब्दवत् अस्ति विष्णोः गदा कौमोदकी शम्भुः शम्भुः गुरुशब्दवत् एव अस्ति शम्भुः धनुः पिनाकः शम्भोः धनुः पिनाकः सरस्वती नदीशब्दवत् स्त्रीलिङ्ग ईकारान्त स्त्रीलिङ्ग सरस्वती वाहनं हंसः सरस्वत्याः वाहनं हंसः उत्तमं कस्य शङ्खः पाञ्चजन्यः कृष्णस्य शङ्खः पाञ्चजन्यः उत्तमम् अनन्तविजयः नाम शङ्खः कस्य अस्ति युधिष्ठिरस्य अत्र युधिष्ठिरः इति पदं समस्तपदमस्ति तस्य किञ्चित् तत्र वैशिष्ट्यम् अस्ति किमित्युक्ते साधारणतया यद्यपि समस्तपदमस्ति तत्र विभक्तेः लोपः न भवति इत्युक्ते विभक्तिः यथावत् तिष्ठति युधि योगः स्थिरः युधिष्ठिरः साधारणतया समस्तपदं कुर्मः चेत् तत्र पूर्वपदस्य विभक्तेः लोपः भवति किन्तु अस्मिन् पदे विशेषतया तत्र विभक्तिसहितं रूपं यथावत् तिष्ठति कथं जानामि समस्तपदम् अस्ति इति अहं पठितवती भगिनी अतः वदामि अहं कथं जानामि यदि वयं समासानां विषये पठामः तदा वयं ज्ञातुं शक्नुमः युधिष्ठिरः इति पदं तत्र विशिष्टपदं साधारणतया पूर्वपदस्य विभक्तेः लोपं कृत्वा समस्तपदनिर्माणं भवति किन्तु अस्मिन् पदे तत्र पूर्वपदस्य विभक्तिः यथावत् तिष्ठति तत्र तदेव वैशिष्ट्यमस्ति इत्युक्ते युधिष्ठिरः तत्र स्था धातुः रूपमेव स्थिरः इति अत्र स्थाधातोः रूपाणि बहु उत्तमानि पदानि अहं ह्यः दृष्टवती स्थाधातोः रूपमेव स्थाणुः स्थावरं स्थैर्यं स्थिरं तिष्ठति प्रतिष्ठा एतादृशानि पदानि स्थाधातुतः आयान्ति किन्तु स्थाधातोः लट्लकाररूपं तिष्ठति इति वयं जानीमः अत्रापि स्थाधातोः रूपमेव लिखितमस्ति उत्तमम् अनन्तरं नारदस्य वीणायाः नाम किम् नारदस्य वीणायाः नाम महती उत्तमं महती अत्र महत् शब्दस्य ईकारान्तरूपं महत् शब्दस्य स्त्रीलिङ्गरूपमेव महती महती वीणा महती वीणा महान् पुरुषः इति वदामः उत्तमं विष्णोः गदायाः नाम विष्णोः गदायाः नाम कौमोदकी आहत्य अत्र कृष्णः युधिष्ठिरः नारदः एतादृशानि पदानि अकारान्त पुंलिङ्गपदानि विष्णुः शम्भुः गुरुः उकारान्तपदानि सरस्वती ईकारान्तपदं धनुः कीदृशं पदं धनुष् षकारान्तपदम् उत्तमं कौमोदकी ईकारान्तपदमस्ति उत्तमं तावदेव लिखितमस्ति इत्युक्ते अत्र आहत्य किम् अवगन्तुं शक्नुमः षष्टिविभक्ति दत्तमस्ति षष्टिविभक्ति सम्बन्धवाचकः षष्टि सम्बन्धवाचकषष्टि इत्युक्ते अत्र कृष्णस्य शङ्खः नारदस्य वीणा यथा मम पुस्तकम् उत्तमम् अग्रे अपि पठति एव किञ्चित् विषयकणिका तत्र पाञ्चजन्य इति अहम् अधुना दृष्टवती पाञ्चा यथा पाञ्चाली पञ्चाल इत्युक्ते पञ्चालपदस्य आगच्छति पाञ्चा इति जन्य इत्युक्ते बार्न् आर् प्रोड्यूस्ड् पञ्चाल पञ्चजन्य इत्युक्ते तदा अर्थम् इति अस्ति वा अहं चिन्तयामि, अहम् एकवारं श्रुतवती अतः वदामि. पञ्चजनः, पञ्चजनः इति एकः राक्षसः अस्ति, तं मारयित्वा सः कृष्णः पाञ्चजन्य जन्यः इति पाञ्चजन्यम् इति शङ्खं प्राप्तवान्. पञ्चजनः इति पञ्चजनः इति राक्षसं मारयित्वा सः प्राप्तवान्. तद्धितान्तरूपं भगिनि. तद्धितान्तरूपं. धन्यवादः भगिनि. उत्तमम्. अनन्तरम् अत्र सूर्यकुमारी भगिनी भवती पठतु, अग्रे किम् अस्ति. एतावत् सर्वे पठितवन्तः वा? नो चेत् यस्य कस्यापि क्रमः न आगतः चेत् पठन्तु. अहं न पठितवती. करोतु भगिनी, भवती करोतु. पुत्र विष्णुः सदा उच्चैः पठत. मुनेः नाम व्यासः. विवरणं करोमि. ओके. मुनेः षष्टि विभक्ति आफ् मुनि इकारान्त पुल्लिङ्गशब्द. मुनेः नाम नाम नपुंसकलिङ्गपद. नेम् व्यासः. व्यासः इस् अकारान्त पुल्लिङ्गशब्दः व्यासः. मुनेः नाम व्यासः इत्युक्ते व्यासः एकः मुनिः. उत्तमं. व्यास नाम एकः मुनिः. अग्रे करोतु. ओके. पाण्डवानां ज्येष्ठः युधिष्ठिरः. पञ्चपाण्डवाः इति वयं जानीमः. पाण्डवानां ज्येष्ठः एल्डेस्ट् युधिष्ठिरः. युधिष्ठिर इस् द नेम् आफ् युधिष्ठिरः ज्येष्ठपुत्रः पाण्डवानां ज्येष्ठः. युधिष्ठिरस्य अन्यापि नाम अस्ति धर्मराय इति. धर्मराजः. धर्मराजः. अत्र अत्र एकवारं नाम इति न वदामः, तत्र विसर्गः नास्ति. नाम एव. अत्र भगवद्गीतायां बहुषु स्थलेषु पाण्डवानां ज्येष्ठः युधिष्ठिरः इति अपि अस्ति. कुत्रचित् पाण्डवेषु ज्येष्ठः युधिष्ठिरः इत्युक्ते सप्तमी बहुवचनमपि साधु एव, किन्तु अस्माकम् अभ्यासः तु षष्टिविभक्तेः अभ्यासः अस्ति इति कृत्वा पाण्डवानां ज्येष्ठः इति लिखितम् अस्ति. यदा वयं पाण्डवेषु ज्येष्ठः इति अपि साधु एव. उत्तमं. तृतीयं करोतु. कवीनां कृतयः काव्यानि. कवीनां इति शब्दः षष्टिविभक्त्यान्त कविः पुल्लिङ्गशब्द इकारान्त पुल्लिङ्गशब्दस्य कविशब्दस्य षष्टिविभक् बहुवचनरूप. कवीनां कृतयः कृतिः इति पुल्लिङ्गपद लैक् हरिः हरयः स्त्रीलिङ्गपदम्. ओके ओके ओके. तत्र एकं वदामि. कृतिः, गतिः, मतिः तादृशानि पदानि. क्तिन् क्तिन् इति प्रत्ययान्तरूपाणि सन्ति. साधारणतया क्तिन् प्रत्ययान्तरूपाणि सर्वदा स्त्रीलिङ्गपदानि एव भवन्ति. रूपाणि हरिशब्दवत्येव भवति किल? भवति, किन्तु यदि वयं व्याकरणकक्षां गच्छामश्चेत् तत्र अवगन्तुं शक्नुमः. क्रूधातोः रूपमेव. क्रूधातुः वयं जानीमः, क्रूतः करोति. क्रूधातुः उभयपदी धातुः अस्ति. करोति, कुरुते इति रूपद्वयम् अस्ति. किन्तु कृतिः, कृतिः इति पदं क्तिन् क्तिन् प्रत्ययान्तरूपम् अस्ति इति कृत्वा स्त्रीलिङ्गपदम् इति स्मर्तव्यम्. अस्तु भगिनि. कृतयः प्रथम विभक्ति बहुवचन. कृतयः काव्यानि. काव्यम् इति अकारान्त नपुंसकलिङ्गपदस्य प्रथमा विभक्ति बहुवचन. काव्यानि एकवचने वदतु एतदेव वाक्यं कवेः कृतिः काव्यम् उत्तमं कवेः कृतिः काव्यम् अग्रिमं करोतु अभिमन्योः पिता अर्जुनः अभिमन्योः मूलपदम् अभिमन्यु उकारान्तपदः अभिमन्योः पुल्लिङ्ग उकारान्त पुल्लिङ्गपदस्य षष्टिविभक्ति अभिमन्योः षष्टिविभक्ति एकवचन अभिमन्योः पिता पिता इति ऋकारान्त पुल्लिङ्ग पितृशब्दस्य प्रथमाविभक्ति एकवचन पिता अर्जुनः इति अकारान्त पुल्लिङ्गशब्दस्य प्रथमाविभक्ति एकवचन अभिमन्युस् फादर् इस् अर्जुन अर्जुनस्य पुत्रः कः अर्जुनस्य पुत्रः अभिमन्युः अभिमन्युः अभिमन्युः गुरुः शब्दवत् अग्रे करोतु सेनयोः उभयोः मध्ये रथं स्थापय ओके सेनयोः इस् द षष्ठी विवचना आफ् सेना आकारान्त स्त्रीलिङ्गपद आकारान्त स्त्रीलिङ्गपद सेना पदस्य षष्ठी विभक्ति विवचन सेनयोः उभयोः मीन्स् बिट्वीन् द टू आर्मीस् उभयोः इस् द विशेषण पद विशेष्य ओके अत्र सेना इति सेना इति विशेष्यमस्ति उभयोः इति विशेषणमस्ति उभशब्दः सर्वनामपदमस्ति यथा सर्वशब्दवत् अथवा अन्यशब्दवत् उभशब्दः अपि सर्वनामपदमस्ति साधारणतया सर्वनामपदं विशेषणं भवति अत्र उभयोः सेनयोः मध्ये I also think उभयः शब्द नित्य द्विवचन only or something only one line we have to not the three vachana it is always in dvivachana no उभयोः उत्तमं उत्तमं okay किन्तु अत्र स्त्रीलिङ्गपदम् अस्ति चेदपि स्त्रीलिङ्गं वा भवतु पुंलिङ्गम् अथवा नपुंसकलिङ्गे त्रिषु लिङ्गेषु एकमेव रूपं the center line is same उभा इति अहं चिन्तयामि अत्र एकमेव रूपम् उभय इस् द प्रातिपदिक ऐ थिङ्क् उभय द्वय लैक् द्वय उभय उभय नास्ति भगिनि किमर्थं चेत् okay. उभौ उभौ इति पदमस्ति किन्तु अत्र षष्टिद्विवचनं षष्टिद्विवचनम् अस्ति इति कृत्वा उभयोः भवति मध्ये मध्ये इस् द अव्ययपद ऐ थिङ्क् मध्ये अव्ययः रथं द्वितीयविभक्ति आफ् रथ अकारान्त पुल्लिङ्गपद रथं द्वितीयविभक्ति एकवचन अत्र पश्यतु भगिनि अत्र मध्ये इति पदम् अहं चिन्तयामि सप्तमी विभक्तिरूपम् अव्ययं नास्ति अपि च रथः रथः इति पुंलिङ्गपदम् अस्ति किन्तु अत्र रथम् इति द्वितीयविभक्त्यन्तम् अस्ति किमर्थमित्युक्ते कर्मपदम् कर्मपदमस्ति तत्र किमर्थं कर्मपदमस्ति यद्यपि स्था धातुः अकर्मकधातुः अस्ति किन्तु अत्र स्थापय स्थापयति इति निजन्तरूपम् अस्ति इति कृत्वा निजन्तरूपम् अस्ति चेत् कर्मपदं भवति यद्यपि स्था धातुः अकर्मकधातुः अत्र स्थापय इति मध्यमपुरुष लोट्लकाररूपम् अस्ति इति कृत्वा निजन्तरूपम् अस्ति इति कृत्वा कर्मपदम् Nijanta means you get the work done by somebody else. It's not like that, is it? Always? Sthapaya is, he is directly telling him to stop, no? अत्र तिष्ठति इति साधारणरूपं स्थाधातुः साधारणरूपं तिष्ठति, किन्तु निजन्तरूपं स्थापयति. रथं स्थापय. ओके, स्टाप् द रथ, नाट् यु स्टाप्, यु प्लीस् स्टाप् द रथ. ओके, अवगतं भगिनि. अग्रिमम् अग्रिमं का वदति? धन्यवादः भगिनि. महोदय वदतु. धन्यवादः. Yeah, I have a prashnam here. Is stapaya, is it lot lakara? What is that? Stapaya. Kopi vadatu. Stapaya ki drusham rupam? Lot. Lot lakara, ha? Madhyama purusha. Uttamam. Stapaya. Uttamam. Madhyama purusha, stapaya. Okay. That means you stop the, vehicle, the ratha between the two senas. उत्तमम् उत्तमं तदेव. अधुना भूमा भगिनी भवती समापयतु अत्र अग्रिमं. पितुः आज्ञा गीताध्यायान गीताध्यायानां प्रथमः अर्जुनविषादयोगः. गीताध्यायानां षष्टी बहुवचनं. प्रथमः एकवचनं. प्रथमाविभक्ति एकवचनं. अर्जुनविषादयोगः प्रथमाविभक्ति एकवचनं. पुल्लिङ्गे अस्ति. अर्जुनस्य विषादयोगः. उत्तमम्. अर्जुनस्य विषादयोगः उत्तमम्. अत्र गीताध्यायानां प्रथमः गीतायाम् अष्टा अध्यायाः सन्ति. उत्तमम्. गीतायाम् अष्टादश अध्यायाः सन्ति, तेषु प्रथमः अर्जुनविषादयोगः. गीताध्यायाः विषादयोगः विषादयोगः अर्थः कः? विषादयोगः इत्युक्ते तस्मिन् तत्र सः शोकम् अनुभवति, दुःखम् अनुभवति अर्जुनः. प्रथमे अध्याये भगवद्गीतायां वदतु. डिप्रेशन् डिप्रेशन् अनुभवति अर्जुनः. कोऽपि वदतु आङ्ग्लभाषायां. अर्जुन हि कम्स् इन् टु द battlefield with all enthusiasm. Yes, and sorry, do I say or somebody else is saying? I'm sorry. Bhavati vadatu bhagini, bhavati vadatu. Lata bhagini nami. Bhavati vadatu. Okay, ha. Arjuna enters the battlefield and Krishna is his charioteer, Sarathi. He comes with lot of enthusiasm and tells Krishna, oh, look at the battlefield, so many people are there, so take my ratha and stop it between the two sainyas, two armies, so that I can have a full picture of who is standing where, I mean who belongs to which party. I would like to see that once again. He sort of and then Krishna takes takes the ratha and stops it in between the two armies, and he starts with enthusiasm, Arjuna, but suddenly when he sees his own relatives, especially his grandfather Bhishma, Drona, his own guru, and all his cousins and so many of the relatives standing in the other party, in the other army, he suddenly becomes very depressed and he starts regretting, oh, why did I come here at all? Why should I do the war against all my own people? And all such thoughts. I mean, it's the attachment that he has for all these people that stops him from fighting. He becomes very depressed, and then that is the time when Krishna gives him the Gita. he makes Arjuna the instrument to tell us all various lessons of life. Uttamam bhagini, dhanyavadah. Mahodaya, bhavan avagatavan va? So the meaning would be Arjuna was depressed. What is this? I'm looking for the meaning of this one word, Arjuna Vishada Yogaha. Yogaha. Regret tasmin bhage. Vadatu bhagini. Vishada is a regret word. Okay. He was filled with regret. He was depressed, regret. Filled with regret. Okay. Now this is a samasa. This big long word. Samasa hasti. Okay. Atra vishada yogaha. समस्तपदम् अर्जुनविषादयोगः इतोपि अन्यत् पदम् आगतं तत्र. उत्तमम्. अत्र भूम भगिनी समापयतु. भ्रात्रोः प्रिया भगिनी सुभद्रा. भ्रात्रोः षष्ठी बहुवचनं. प्रिया इस् प्रिया भगिनी. प्रिया भगिनी विशेष विशेषभावः. भगिनी इकार अन्त स्त्रीलिङ्गः. प्रिया तस्य विशेषणं. स्त्रीलिङ्गे अस्ति आकार अन्त स्त्रीलिङ्गः. अत्र कयोः भ्रात्रोः प्रिया भगिनी सुभद्रा. कृष्ण अण्ड् बलराम. कथं वक्तव्यं? बलरामकृष्णयोः. कृष्णयोः भगिनी सुभद्रा. उत्तमम्. अग्रिमं करोतु. अत्र पितुः आज्ञा पालनीया इति वाक्यमपि अस्ति. तत्र वदतु. ओहोहो, पितुः आज्ञा पालनीया. पितुः पितृशब्दस्य ऋकारान्तपितृशब्दस्य षष्ठी एकवचनं. आज्ञा आकारान्तस्त्रीलिङ्गः. आ उपसर्ग ज्ञा दातु वा? उत्तमम् उत्तमम् उत्तमम्. पालनीया इति आज्ञाशब्दस्य विशेषणमस्ति. अत्र किं वक्तव्यम् इत्युक्ते पालयति क्रियापदमस्ति, किन्तु अत्र अनियर् प्रत्ययान्तरूपम् अस्ति. अनियर् प्रत्ययान्तरूपं, तवियत् प्रत्ययान्तरूपं, तत्र त्रिषु लिङ्गेषु रूपाणि भवन्ति. इत्युक्ते पालनीयं, पालनीया, पालनीयः. किन्तु अत्र आज्ञाशब्दस्य विशेषणमस्ति इति कृत्वा पालनीया. किं का पालनीया? पितुः आज्ञा पालनीया. मातापित्रोः आज्ञा पालनीया इति अत्र दत्तमस्ति. उत्तमं. नवमं करोतु. साधूनां परित्राणं करणीयं. साधूनां, साधु उकारान्त पुल्लिङ्गशब्दं. षष्ठी बहुवचनं. उत्तमं. परित्राणं द्वितीयवचनम्. अत्र किञ्चित् वदामि, अहं वदामि. अत्र परित्राणम् इति पदमस्ति. अत्र परि इति उपसर्गः अस्ति. अत्र त्रै इति धातुः. त्रै धातोः रूपमेव त्रायते. त्रायते इति अस्ति. तत्र त्राण इति पदं क्तान्तरूपं. त्रै धातोः क्तान्तरूपं त्राण. किन्तु अत्र परित्राणम् इति लिखितमस्ति. परित्राणम् इत्युक्ते रक्षणं. करणीयम् इत्युक्ते कर्तव्यं. साधूनां रक्षणं एव कर्तव्यं. साधुजनाः इत्युक्ते उत्तमजनाः. उत्तमजनानां रक्षणं एव कर्तव्यम्. त्राण आन इति लुट् नास्ति भगिनि. ल्युट् नास्ति तत्र. रक्षणं ल्युट् किल? ल्युट् नास्ति तत्र. क्तान्तरूपं रक्षणं ल्युडन्तरूपम्. ओके. किन्तु अत्र त्राणम् इति क्तान्तरूपम्. ओके ओके. क्रू धातोः अनियर् प्रत्ययान्तरूपमेव करणीयम्. करणीयम्. अत्र वयं सर्वे ज्ञातवन्तः एव, परित्राणाय साधूनां, विनाशाय च दुष्कृतां. धर्मसंस्था. वदतु भगिनि. धर्मसंस्थापनार्थाय सम्भवामि युगे युगे. परमात्मा वदति. दशमं वाक्यं करोतु. वारिणः संरक्षणं कर्तव्यम्. वारिणः वारि शब्दस्य षष्टी बहुवचनं. बहुवचनं वारि शब्दः कीदृशशब्दः? उत्तमम्. इत्युक्ते ईकारान्त नपुंसकलिङ्गपदम् अत्र वारिणः इति दत्तम् अस्ति, षष्ठीविभक्त्यन्तरूपं. वारिणः संरक्षणं कर्तव्यम् इति लिखितमस्ति. अत्र भिन्नरीत्या किञ्चित् वदतु भगिनि, प्रयत्नं करोतु. वारिणः इत्यस्मिन् स्थाने अन्यत् पदं योजयित्वा, वारि इत्युक्ते जलं, जलानां संरक्षणं कर्तव्यम्. उत्तमं. जलानां संरक्षणं कर्तव्यं, करणीयम् इति लिखितम् अस्ति. उत्तमम्. अत्र सम् इति उपसर्गः अस्ति, रक्षधातोः रूपम् अस्ति. अत्र एतावता एतानि दशवाक्यानि पठामश्चेत् षष्टिविभक्तेः उपयोगः कुत्र भवति, कथं भवति इति वयं सम्यक्तया अवगन्तुं शक्नुमः. पुनः एकवारं वाक्यानि पठन्तु, स्वीयवाक्यानि रचयन्तु, अपि च अत्र एकः अभ्यासः अस्ति, तम् अभ्यासम् अपि गृहपाठरूपेण कुर्वन्तु. अग्रिमे पुटे अपि षष्टिविभक्तेः विषये अन्यः अभ्यासः अस्ति, तान् अभ्यासान् कुर्वन्तु. अत्र अधुना स्थगयाम, पुनः अग्रिमे सप्ताहे एकवारं मिलित्वा अन्यान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः. धन्यवादः भगिनी. धन्यवादः भगिनी.